अद्य नूतन एका विषयं वयं पठामः, अत्र गुणाभ्यासे मध्ये एव आगच्छति। तृतीयकरपत्रम् अस्ति तुदादिगणे न गुणः। तर्हि इदानीं पर्यन्तम् अस्माभिः पठितम् अस्ति यत् के के सूत्राः सन्ति ये गुणस्य कृते महत्त्वपूर्णानि सन्ति, ते अस्माभिः पठितम् इदानीं पर्यन्तं। मुख्यसूत्रम् अस्ति सार्वधातुक अर्धधातुकयोः। तेन किम् उक्तमस्ति यत् सार्वधातुकप्रत्यय परे अस्ति चेत् इगन्त अङ्गस्य गुणं भवति इति वयं जानीमः। तदनन्तरं गतरविवासरे अस्माभिः पठितं यत् उगन्तलघुपदस्य च इति सूत्रेण सार्वधातुकं प्रत्यय परे अस्ति चेत् तस्य गुणकार्यं भवति इति वयं जानीमः। ते उगन्तलघुपदस्य च सार्वधातुकार्धातुकयोः द्वे सूत्रे स्तः ये इदानीं पर्यन्तम् अस्माभिः पठिते। अधुना इदानीं पर्यन्तम् अस्माभिः केवलं भ्वादिगणे एव कार्यं दृष्टं, भ्वादिगणे गुणकार्यं कथं भवति। अधुना वयं द्रक्ष्यामः तुदादिगणे गुणकार्यं भवति न वा इति वयं द्रक्ष्यामः। तर्हि पठिष्यामः अधुना। विधि अस्ति महोदय, विधि गोविन्दराजन्। अस्ति महोदय, नमस्कारः। अस्तु महोदय, द्वादिगणः सुधादिगणः इत्यनयोः विकर्णप्रत्ययस्य अनुबन्ध लोपानन्तरम् अ एव अविशिष्यते इति अस्माभिः दृष्टम्। तयोः गणयोः तिगन्तपदानां साम्यम् अपि अस्ति, यथा द्वादौ भवति सुधादौ लिखति, उभयत्र ति इत्यस्मात् पूर्वम् अकारः। तर्हि किमर्थं गणद्वयम् एतावता प्रायः सर्वे जानीयुः यत् द्वादिगणे गुणकार्यं भवति, सुधादिगणे च गुणकार्यं निषिध्यते। अस्मिन् पादे किमर्थं सुधादिगणे गुणः न भवति इति परिशीलयिष्यामः। अस्तु महोदय, अग्रे द्वादिगणे सुधादिगणे स्तः द्वादिगणे विकर्णप्रत्ययः शप् इति, द्वादिगणे विकर्णप्रत्ययः सप्ति इति प्रत्यये इस् लसत्वादि दत्तिदौ इति सूत्रेण तस्य लोपः भवति, इति संज्ञा भवितुम्। अत्र तु इप् हलान्त्यं तस्य लोपः इति सूत्रेण लोपः भवति, अविशिष्टति। तादृशं तुदादिगणे अपि स प्रत्यय न स विकर्णप्रत्यय इस् लोपः भवति, तद्वत् अ इति विशिष्टति। परन्तु भवादिगणे गुणकार्यम् अस्ति, सुधादिगणे नास्ति इति कथम् इति वयं परिशीलयिष्यामः इति उत्तमम्। इति उक्तं महोदय। अग्रे पठतु, अग्रे पठामि। आमां दृष्टान्ते भूधातुः इगन्धः अस्ति. सप्रत्यये परे इगन्धभूधातोः ऊकारस्य गुणादेशो भवति सार्वधातुकार्थधातुकयोः इति सूत्रेण. इति सूत्रेण भूत् धातोः उपधायां लघु ईक् वर्णः, अतः शप्रत्यये परे तस्य भूत् धातोः उकारस्य गुणादेशो भवति पुगन्धलघुपदस्य च इति सूत्रेण. आहत्य भुवादिगणे इगन्धधातूनाम् ईक् वर्णस्य गुणः उपधायां ह्रस्व ईक् वर्णस्य गुणः च. अधुना तुदादिगणे तत् अवस्थाद्वयम् अस्ति चेदपि गुणः न. इत्युक्तौ इगन्धधातूनाम् ईक् वर्णस्य गुणः न, तथा हि उपधायां ह्रस्व ईक् वर्णस्य गुणः न. यद्यपि सुधादिगणे श विकर्णप्रत्ययः षित् अस्ति भ्वादिगणस्य शप् इव, तथापि सुधादौ गुणः न भवति इति. भ्वादिगणे भू इति धातु ऊकारः अस्ति, ऊकारः इगन्धम् इगन्धम् इति कारणेन सार्वधातुक अर्थधातुकयोः इति सूत्रेण गुणकार्यं भवति. बुद्ध धातोः उपधायां लघु इक् बुद्ध इति इद् हलन्त्यं भू इति धातो भू उकारः उपधायां अन्तिमवर्णस्य पूर्ववर्णम् उकारः भवति इति कारणेन इत् प्रत्ययपरे पुगान्ध लघुपदस्य इति सूत्रेण अत्रापि गुणकार्यं भवति. अस्तु, परन्तु सुधादिकणे सुधादिकणे अपि इगन्धः अस्ति, उपधायां ह्रस्व ईकः अस्ति चेत् अपि गुणकार्य न भवति. यद्यपि श इति प्रत्यय भवति, यद्यपि गुणकार्यं न भवति. किं कारणम् इति पश्यामः. अस्तु, धन्यवादः. अस्तु, साधुवादः महोदय, धन्यवादः महोदय. तर्हि भ्वादिगणे श प्रत्ययः आगच्छति, इत् संज्ञानन्तरम् अ एव अवशिष्यते. तुदादिगणे अपि श प्रत्यय आगच्छति, इत् प्रकरण इक् प्रकरणानन्तरम् अ एव अवशिष्यते. उभयत्र अ एव अवशिष्यते, परन्तु भ्वादिगणे गुणकार्यं भवति, तुदादिगणे गुणकार्यं न भवति. कथं न भवति, किमर्थं न भवति इति वयम् अद्य द्रक्ष्यामः. अस्तु, मीना महोदय अस्ति खलु, मीना सुन्दरे सन् अस्मि महोदय. नमस्ते, अग्रे पठतु कृपया. भ्वादिगणस्य धात्वङ्गे गुणः यत्र यत्र भवति तस्य गुणस्य कारणम् अस्माभिः ज्ञायते. इगन्तधातुः भवतु, लघूपदधातुः भवतु, उभयत्र गुणस्य निमित्तं शप् इति विकरणप्रत्ययः. शप् विकरणप्रत्यये शकारस्य इत्संज्ञा लोपः च इति कारणतः शप् चित् यस्य शकारः न शकारः इत् सः षित्. तिंक्षित् सार्वधातुकम् इत्यनेन सूत्रेण शप् सार्वधातुकं, शप् सार्वधातुकसंज्ञकः प्रत्ययः इति कारणात् सार्वधातुकार्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः, पुगन्तलघूपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च इति दृष्टवन्तः. नाम गुणकार्ये शपः प्रेरणादायिनी शक्तिः अस्ति इति ज्ञातवन्तः. प्रेरणादायिनी किं किम् अर्थं प्रेरणादायी दायिनी प्रेरणा किमस्ति प्रोम्प्टिङ्ग् टु प्रोम्प्ट् आं तर्हि प्रेरणादायिनी इति शपः गुणकार्यस्य प्रेरणा ददाति यत् गुणकार्यं करोतु अस्तु अस्तु महोदय पठामः आम् अग्रे एकवारं पठतु अधुना तुदादिगणे विकरणप्रत्ययः स च विकरणप्रत्ययः श इत्यस्य शकारस्य इत्संज्ञा लोपः च इति कारणतः षित् यस्य शकारः सः षित् प्रिण्टिङ्ग् दोषः अस्ति तिङ्क्षित् सारुधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सारुधातुकसंज्ञकः तर्हि सुधादिगणे अपि सार्वधातुक आर्धधातुकयोः इति सूत्रेण इगन्तधातौ इकः गुणः भवेत् पुगन्तलघूपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः गुणः च भवेत् इदं सर्वं सत्यं सत्यपि गुणः न भवति तर्हि कः भेदः शप्रत्यये गुणकार्यार्थं प्रेरणादायिनी शक्तिः अस्ति चेत् किमर्थं वादिगणे यत्र गुणः भवति तत्र तृतादिगणे न भवति अत्र केचन प्रश्नाः अत्र इदानीं पर्यन्तमेव आशयं वदतु महोदय किं लिखितमस्ति सारांशं किं सारांशं वादिगणे परं शप्रत्ययं भवति शप् षित् षित् तर्मात् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण इगन्तं भवति इकः गुणः भवति पुगन्तलघूपदस्य च पुगन्तं फगेट् अबौट् पुगन्तं लघूपदस्य च इति सूत्रेण धातोः उपधायां ह्रस्व इकः अपि गुणः भवति भ्वादिगणे तुदादिगणे अपि शप्रत्ययं भवति तदपि इत्संज्ञा शकारः षित्स्य शकारः तस्मात् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण श एव अवशिष्यते तर्हि तुदादिगणे अपि सार्वधातुकसूत्रेण इगन्तधातोः इकः गुणः भवेत् लघुपदस्य अपि पुगन्तलघुपदस्य च सूत्रेण धातोः उपधायां लघु लघु उप ह्रस्वस्य इकः गुणः भवितुं शक्यं किमर्थं भ्वादिगणे उपधाय ह्रस्ववर्णः गुणः भवति तर्हि तुदादिगणे उपधायां लघु उपधायाः वर्णः वर्णस्य गुणः न भवति इति वयं पठामः अस्तु तर्हि तुदादिगणे अपि श प्रत्ययः अस्ति श प्रत्यये अपि षित् अस्ति किञ्चित् सार्वधातुकम् इति सूत्रेण श अपि सार्वधातुकसंज्ञा प्राप्नोति तर्हि तथा अस्ति चेत् सार्वधातुक आर्धातुकयोः इति सूत्रेण अथवा पुगन्तलघुपदस्य इति सूत्रेण पुगन्ताङ्गस्य गुणः भवेत् अथवा उपधायां ह्रस्व इकगुणवर्णः अस्ति तर्हि उपधा तर्हि गुणः भवेत् परन्तु तथापि न भवति गुणः उगादिगणे तर्हि प्रश्नः उदेति किमर्थं न भवति भ्वादिगणे किमर्थं भवति तुगादिगणे किमर्थं न भवति इति प्रश्नः अस्ति यत् प्रश्नः अधुना तस्य प्रश्नस्य समाधानं वयम् अद्य करिष्यामः अस्तु महोदय प्रीवियस् वर्गे इति वदतु एक कक्षा ऐ मीन् वन् स्टूडेण्ट् शा तु शिवा इति षित् इति पकारः तु पार्वती इति सूचयति शप् प्रेरणा तत्तु शक्तिः नास्ति तथैव सुदादिगणे अकारः इति वद महोदय सुमित्रा अस्मि इदानीमेव आगतवती अस्तु अग्रे गच्छामः. लीना दोषी अस्ति खलु? अस्मि. आम् अस्मि. अत्र अग्रे नमस्ते. अत्र केचन प्रश्नाः, तत्र पठनीयं वा? आं वा. अत्र केचन प्रश्नाः. शपि शप् प्रत्यये पकारस्य किं कार्यम्? पकारः नास्ति चेत् कः प्रभावः? सुदादिगणे विकरणप्रत्ययः श एव, शप् न नाम पकारः नास्ति. तर्हि पकारस्य अभावे किं भवति? अस्माकम् अध्ययनस्य आरम्भे एव एवम् उक्तम् आसीत्, विकरणप्रत्यये इत्संज्ञकः शकारस्य कार्यं गुणस्य कृते प्रेरयति, धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. द्वितीयबिन्दु, विकरणप्रत्यये इत्संज्ञकपकारस्य कार्यं, तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. इत्संज्ञकशकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? आम् अग्रे पठामि वा? वदतु महोदय, किं लिखितमस्ति? भ्वादिगणे शप् प्रत्ययः अस्ति, तुदादिगणे श इति एव प्रत्ययः, नाम तत्र पकारः नास्ति. पकारस्य कोऽपि प्रभावः अस्ति, तस्य कृते एतद् लिखितमस्ति. पकारस्य अभावे गुणस्य अवरोधः भवति. भ्वादिगणे पकारः अस्ति, अतः स्वरस्य गुणः भवति, गुणं प्रेरयति, अतः भ्वादिगणे गुणः भवति, सुदादिगणे गुणः न भवति. एतदुक्तमस्ति. अधुना अग्रे सूत्राणाम् आधारेण किमपि कथनीयमस्ति. उत्तमं. तर्हि किमस्ति यत् शकारः गुणप्रेरणादायकः अस्ति. यत् शकारः शकारः इति अस्ति चेत् गुणस्य प्रसक्तिः अस्ति, नाम तस्य सम्भावना अस्ति. परन्तु गुणः वस्तुतः भवति न वा भवति इति तु पकारस्य कार्यमस्ति इति अस्ति. यदि शकारः नास्ति एव तर्हि गुणं न भवति, यतोहि प्रसक्तिः नास्ति. परन्तु प्रसक्तिः अस्ति चेदपि गुणकार्यं न भवति यदि पकारः नास्ति इति आशयमस्ति. अस्तु, अग्रे पठतु. भ्वादिगणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. अतः सारल्यार्थं भ्वादिगणे पकारसम्बद्धसूत्रसहितचर्चा न जाता. परन्तु सुदादिगणे पकारस्य अभावे गुणावरोधः. स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिखधातोः उदाहरणम् अत्र अवलोकयाम. अधुना ते पकारस्य किं कार्यं कथं करणीयम् एत सूत्रस्य आधारेण वदति. अस्तु अस्तु, धन्यवादः. धन्यवादः. अस्तु, इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति वा कस्यापि? अस्तु. न महोदय. अस्तु, श्रीराम महोदय अस्ति खलु? आं महोदय. नमस्ते. लिक् लट्लकारविवक्षायां प्रथमपुरुषैकवचने विकरणप्रत्ययस्य योजने लिक् योगः श योगः ति दशक्वतद्धिते इत्यनेन सूत्रेण शकारस्य इत्संज्ञा तस्य लोपः इत्यनेन शकारः लोपः. अनन्तरं लिक् योगः आयोगः ति षित् अस्ति, अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसम्यकः अपि अस्ति. पुगन्तलघुपदस्य च इत्यनेन सूत्रेण इक् धातोः उपधायां ह्रस्व इकारस्य गुणः प्रसक्तिः अस्ति, अतः अनेन लेखति इति स्यात्. किन्तु इदानीं पर्यन्तं यत् पठितं भवता तस्य एकवारम् आशयं वदतु कृपया. प्रयत्नं करोमि महोदय. अत्र वादिगणे दृष्टं षित् प्रत्ययः अस्ति. अत्र उदादिगणे अपि षित् प्रत्ययः एव विकरणप्रत्ययः अस्ति. किमर्थमित्युक्ते षा इति समान वर्णः अत्र अस्ति, इक् सम्यकः वर्णः. किन्तु लिक् इति धातुः, लिक् योगः षा योगः ति इति अस्ति. अत्र वादिगणसमानरूपया लिक् योगः आयोगः ति इति अस्ति. वादिगणे अपि भूयोगः आयोगः ति इति अस्ति. किन्तु लेखति इति अत्र गुणं न धरति. किमर्थम् इत्युक्ते लेखति इति स्यात्, किमर्थम् इति अग्रे पठामः इति. किन्तु विकरणप्रत्ययः न केवलं षित् अपि तु अपित्. अपित् इत्युक्ते यस्मिन् इति सम्यकः पकारः नास्ति सः अपित् इति उच्यते. विकरणप्रत्ययः श षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः तथापि शकारस्य प्रभावः अस्ति एव. यतः लोपः इत्युक्ते अदृश्य न तु अपगतः. परन्तु तुदादिगणे विकरणप्रत्ययस्य पकारः नास्ति एव. पकारः लोपः इति न, पकारः नास्ति एव. अतः स विकरणप्रत्यय प्रत्ययः अपि इति उच्यते. क्षम्यता महोदय. अतः ष विकरणप्रत्ययः अपित् इति उच्यते. किमर्थम् इत्युक्ते अत्र पित् इति संज्ञा नास्ति. अत्र किं लिखितम् इति इत्युक्ते षित् इति समानमेव. अत्र भवादिगणे अपि षित् अस्ति, तुदादिगणे अपि षित् अस्ति. किमर्थमित्युक्ते षा इति विकरणप्रत्यये इट् सम्यकः अस्ति इति कारणात् षित् इति अस्ति. अत्र पकारस्य षित् सम्यकः अस्ति चेत्, पकारः इट् सम्यकः अस्ति चेत् षित् इति वदामः. भवादिगणे शप् इति प्रत्यये इप् अस्ति अन्ते, अतः अत्र पित् अस्ति. किन्तु तुदादिगणे षा एव, इष् योगः आ इति एव विकरणप्रत्ययः. अत्र इप् इति विकरणप्रत्ययस्य प्रत्ययः नास्ति, इत् इक् सम्यकः नास्ति. अतः तुदादिगणे विकरणप्रत्ययः अपीत् इति उच्यते. यत्र पित् नास्ति तत् अपीत् इति. इति कारणात् अत्र गुणस्य प्रेरणा अस्ति शप् इति कारणात्. किन्तु अपि गुणस्य सिद्धः अत्र न भवति. किमर्थम् इत्युक्ते अपित् इति कारणेन. अस्तु महोदय, उत्तमं. तर्हि यथा महोदयेन उक्तं, गुणस्य प्रेरणा अथवा गुणस्य प्रसक्तिः तु भवति उभयत्र, भवादिगणे उगादिगणे. षक्ष अस्ति तेन, परन्तु भवादिगणे पकारः अपि इत् अस्ति, अतः वस्तुतः गुणः सिद्धः भवति. परन्तु तुदादिगणे पकारः इत् नास्ति, पित् नास्ति, अपित् अस्ति, अतः वस्तुतः गुणसिद्ध न भवति. अस्तु, धन्यवादः महोदय. धन्यवादः महोदय. पुष्पाराव महोदय अस्ति खलु? पुष्पा महोदय, अस्मि सार्वधातुकम् अपि अपित् इत् नित् अनुवृत्तिसहितं सूत्रं सार्वधातुकम् अपित् नित् अर्थः एवम् अपित् सार्वधातुकं नित् एव अस्ति इव अयम् इव अस्ति नित् इव अस्ति अयम् अतिदेशः इत्युच्यते अतिदेशः नाम यस्य स्वभावः यथा नास्ति सः यथा तथा भवतु इति विधानं यथा सिंहो माणवकः बालकः सिंहः नास्ति परन्तु वीरो माणवकः सिंहः इव अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम् अग्रे यस्मिन् प्रत्यये ञकारस्य इत्संज्ञा अस्ति सः प्रत्ययः यस्य ञकारः इत् सः ञित् ञित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् नित् नास्ति तथापि नित् इव भवति अतः यथा नित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु तच्च कार्यं किम् इति इदानीं पश्यामः तत्र अत्र सार्वधातुकमपि इत्यस्य विवरणं कृतम् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ञित् इति अस्तु अत्र अपित् तु ञित् अस्ति ञित् अस्ति अतिदेशः इत्युक्ते नाम यस्य स्वभावः न तथा नास्ति सः तथैव नास्ति चेत् अपि विधानम् अभवति विधानं भवति तथा एक उदाहरणं दीयते सिंहो माणवकः तत्तु बालकस्य विलक्षणं विवरणं तत्तु सिंहस्य सिंह वीरः अस्ति माणवकः तथैव सिंहस्य वीरलक्षणम् आरोपितं माणवकस्य बालकस्य वीरलक्षणं विवरणं कृतं सिंह इति वदनेन तत्तु यस्मिन् प्रत्यये संज्ञां तत्तु नित्तु संज्ञां नित्संज्ञा अस्ति तत्तु तत्प्रत्ययः तत्तु नित्प्रत्ययानां किञ्चन विशिष्टकार्यं अस्ति तत्तु तत् कार्यं सम्प्रति तत् सम्यक् न जानामि महोदय तत् किं कार्यं इति सम्प्रति उच्यते अत्र अधुना अधुना उच्यते तत्र तावदेव अवगच्छतु सार्वधातुकम् अपित् इति सूत्रेण प्रत्ययः अपित् अस्ति चेत् यद्यपि साक्षात् नित् नास्ति तथापि नित् इव भवति इति अस्तु महोदय धन्यवादः तर्हि यथा महोदयेन समीचीनरीत्या उक्तं सार्वधातुकम् अपि एकनूतनसूत्रमस्ति, तस्य अनुवृत्तिसहितसूत्रमस्ति सार्वधातुकम् अपि नित्। तस्य किमर्थम् अस्ति यत् नित् किम् अस्ति, यत् यस्य यत्र नकारस्य ञ किमस्ति, कवर्गस्य पञ्चमवर्णः क ख ग घ ञ, यदि ञ तस्य इत् संज्ञा अस्ति तत् नित् अस्ति। तर्हि सूत्रं किं वदति, यदि सार्वधातुकप्रत्ययः कोऽपि सार्वधातुकप्रत्ययः अपित् अस्ति, नाम तत्र पित् प इत् नास्ति, तर्हि तत् प्रत्ययः नित् वत् भवेत्। यद्यपि साक्षात् नित् नास्ति परन्तु नित्वत् कार्यं भवेत्। तस्यार्थं किं, यत् नित् यत्र यत्र नित् किमपि कार्यं करोति तावदेव तत् अपि सार्वधातुकं प्रत्ययः अपि कार्यं करोतु इति। यदि नित् प्रत्ययस्य किमपि कार्यम् अस्ति अथवा तावदेव कार्यं सार्वधातुक अपि प्रत्ययस्य अपि भवेत् इति। तर्हि एकम् अस्ति प्रश्नः अस्ति मम, अत्र सार्वधातुकम् अपि अस्य सूत्रस्य प्रकारः कः? षट् प्रकाराणि सन्ति खलु सूत्राणां, षट् प्रकाराणि सन्ति खलु, तत्र अस्य सूत्रस्य प्रकारः किं कः? संज्ञासूत्रम्? न महोदय, संज्ञासूत्रं तु नास्ति, यतोहि अत्र किमपि नूतन अतिदेशसूत्रमस्ति, यतोहि सूत्रं वदति यत् वस्तुतः स्वभावः नास्ति परन्तु नूतनस्वभावः भवेत् इति। अतः अत्रापि वस्तुतः अपि अस्ति चेत् नित्तु नास्ति परन्तु नित्वक् भवेत् इति, अतः सार्वधातुकम् अपि इति अतिदेशसूत्रम् अस्ति। अस्तु, अग्रे पठामः। महोदय, तत्र मानवकः इति अलिखत्, तत् रसाभ्यां पुनः तु नास्ति, तत्र मानवः वा मानवः वा मूर्धन्यः वा कालव्यः वा? अत्र वस्तुतः मानव अस्ति, अहं पश्यामि महोदय, न जानामि। आम् महोदय, न न मानवकः एतत् मानवक इति नाम अस्ति संस्कृतसाहित्ये सर्वत्र, कोऽपि नरस्य नाम मानवकः। ओ, प्रापर् नाम अस्ति वा? प्रापर् नाम संस्कृतसाहित्ये यद्यपि उदाहरणं दीयते तथा मानवकः, देवदत्तः एतौ द्वौ नामानि युज्यते। ओ अस्तु अस्तु, धन्यवादः महोदय, बहु धन्यवादः। अस्तु, अग्रे अग्रे कः अस्ति? सरला महोदय अस्ति खलु, सरला कुशाला। महोदय, मम पार्श्वे करपत्रं नास्ति, केवलं श्रुणोमि। अस्तु, पञ्चनिमेषान्तरं गच्छामि। अस्तु, अग्रे गच्छामः। भानुचैतन्य अस्ति खलु? आं महोदय, पठतु, किञ्चित् साहाय्यं करोतु। तत् सूत्रं किं च निति कथं वदनीयं? तत् निति किमि समीचीनं नास्ति महोदय, परन्तु निति इति तत्र वदतु। किन्ति च गुणबाधकं अनुवृत्तिसहितसूत्रं, किञ्चि च इकः गुणवृद्धि न, यः प्रत्ययः गित् कित् अथवा नित् अस्ति, अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति। गुणस्य वृद्धेः च बाधकं सूत्रम् इदम्। सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ। किङ्क्ति सप्तम्यन्तं हलन्तं पदम्, तस्य अर्थः एवं ग ग च क च ग च ते इत् संज्ञकवर्णाः यस्य यस्य सः प्रत्ययः तस्मिन् इति सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. किमस्ति महोदय सारांश? एकवारं किं करोतु, अग्रे अपि पठतु, षष्ठः बिन्दुः अपि पठतु महोदय. सार्वधातुकम् अपित् इत्यनेन सूत्रेण यः प्रत्ययः अपित् सः गिट् इव अस्ति. अतः यत् कार्यं गित् प्रत्ययः करोति तदेव कार्यम् अपित् प्रत्ययः अपि करोति. तुदादिगणे श विकरणप्रत्ययः अपित् अस्ति, अतः कित् इव कार्यं करोति, नाम गुणबाधकं कार्यं करोति. तदेव एतावत् महोदय. पूर्णं पठतु, तदनन्तरं सारांशं. सप्तमे बिन्दु अपि गुणाभावे वर्णमेलने लिख् योगः अकारयोगः ति लिखति इति भवति. तर्हि सारांशः एव यत् यत्र विकरणप्रत्यये पकारः नास्ति तत्र शकारस्य गुणार्थं प्रेरणादायिनी शक्तिः अवरुद्धा भवति. तुदादिगणे विकरणप्रत्यये गुणार्थं प्रेरणादायकः शकारः अस्ति, किन्तु स च शकारः स्वस्य कार्यं कर्तुं न अर्हः यत् इत् संज्ञकपकारस्य अभावे गुणार्थं बाधा भवति. अस्तु, किं लिखितम्? पकारस्य लोपः किं भवति इति उक्तं तत्र सारांशे. तत्र पञ्चमबिन्दु इति वाक्येन किञ्चित् च इति एकं नूतनसूत्रं गुणबाधकसूत्रम् अस्ति. तत् अनुवृत्तिसहितम् इति किञ्चि च इकः गुणवृद्धि न तद् वदति, तत्र गुणवृद्धि न भवति इति. प्रत्ययः किम् इत्युक्ते गित् कित् अथवा निक् अस्ति. तत् प्रत्यय स्थाने गुणः अथवा वृद्धिः भवितुम् अर्हति किन्तु न भवति. गुणस्य वृद्धे च बाधकम् इति सूत्रं. किमर्थम् इत्युक्ते एतत् सूत्रम् एतत् सूत्रस्य प्रभावात् एतत् बाधकं भवति, अतः गुणः वा वृद्धिः वा न भवति. किञ्चित् सप्तम्यन्त हलन्तं पदं. सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं परनिमित्तं. तस्य अर्थः ग क ग च इत् संज्ञः वर्णाः यस्य सः प्रत्ययः सप्तम्यन्तं यतः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. पूर्वकार्यं भवितुम् अर्हति सप्तम्यन्तम् अस्ति चेत्. महोदय, अन्तिमः वाक्यम् एकवारं कृपया विवरणं ददातु. कस्य वाक्यस्य? सप्तम्यन्तं यतः कार्यं भवति स्म तत्. आं महोदय, अत्र किमपि नास्ति. अत्र लिखितमस्ति यत् निति च अस्ति. तत्र निति अत्र किमस्ति, वस्तुतः त्रयाणां प्रत्ययाणां वर्णनमस्ति, गित् कित् नित्. गित् किमस्ति? गकारस्य इकवर्णः यत्र अस्ति तत् गित्. कित् किमस्ति? ककारस्य इत् वर्णः अस्ति त कित्. नित् किमस्ति, नकारस्य इत् वर्णः अस्ति तत् नित्. अत्र किमस्ति यत् यदि अनिसप्तमी विभक्तिः अस्ति, यत् अग्रे यदि नित् अथवा कित् अथवा गित् कोऽपि प्रत्ययः कोऽपि अस्ति अग्रे, तत्पूर्वं कार्यम् अस्ति यत् यत् यदि तत्पूर्वं किमपि गुण अथवा वृद्धिकार्यं भवितुं शक्नोति तत् कार्यं न भवति इति वार्ता अस्ति इत्येव. तर्हि सार्वधातुकम् अपि इति सूत्रेण किं भवति महोदय? पुनरेकवारं पृच्छतु महोदय. सार्वधातुकम् अपि इति सूत्रेण किं भवति? नित् इति भवति इति प्रभावं वा इति कार्यं करोति. किं कस्य कारणं कस्य कस्य प्रभावः भवति? अपित् अस्ति, शकारस्य प्रभावः. शकारस्य न, परन्तु कोऽपि सार्वधातुकं प्रत्ययः अस्ति, सर्वे सार्वधातुकप्रत्ययाः नास्ति खलु, न सन्ति खलु, षित् तिङ् अपि भवितुं शक्नोति. आं महोदय. तर्हि कोऽपि सार्वधातुकं प्रत्ययः अस्ति यत्र पकारः इत् नास्ति, सः नित्वद् भवतु इति. तर्हि महोदय, भानुमहोदय, नित्वद् अस्ति अतः किं भवति? हरि ओम् भानुमहोदय. हा हा महोदय. हा, नित्वत् अस्ति तर्हि किं भवति? आम् गुणवृद्धिः न भवति. एकनिमिषं महोदय. वृद्धिः अथवा गुणः न भवति. तर्हि निति च इति सूत्रेण यद्यपि यदा नित् नित् अस्ति तर्हि गुणकार्यम् अथवा वृद्धिकार्यं मा भवत् न भवेत् इति सूत्रं वदति. सार्वधातुकम् अपित् इति सूत्रं किं वदति? यत् यदि सार्वधातुकप्रत्ययः अपित् अस्ति तत् नित्वत् भवतु, नाम नित् इति कारणेन यत् यद् भवति तत् अपित् इति कारणेन अपि भवतु, नाम नित् इति कारणेन गुण अथवा वृद्धिकार्यं न भवति. अतः सार्वधातुकम् अपित् इति सूत्रेण अपि सूत्र वदति यत् पित् अपित् अस्ति चेत् गुण वृद्धिः अपि न भवति इति. न भवति महोदय. अतः लिखति अस्ति खलु, तत्र लिखति अस्ति, तत्र श विकरणप्रत्ययः अस्ति, श विकरणप्रत्ययः अस्ति अतः शित् अस्ति, शित् अस्ति अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः भवति. प्रसक्तिः तु अस्ति, परन्तु अपित् अस्ति, सार्वधातुकं प्रत्ययः अपित् अस्ति, अपित् अस्ति अतः नित्वत् भवति. अतः निति च इति सूत्रेण गुणस्य बाधकं भवति, अतः गुणः न भवति, लिखति एव भवति, न तु लेखति इति. अवगच्छति वा महोदय? धन्यवादः. आम् आम् आम् स्पष्टं महोदय. अस्तु तर्हि महोदय, प्रश्नः अस्ति वा? मम एकः प्रश्नः अस्ति. अहम् इदानीं अष्टाध्यायीसूत्रपाठः इति पुस्तकं पश्यामि. अत्र पत्रपुटं षट्त्रिंशत् पुटे एतत् सूत्रमस्ति. अत्र निति च इत्येव अस्ति सूत्रं, किन्तु पत्र जालपुटे इक् इक् ङि इति अत्र एकः इक् वर्णः अधिकः अस्ति दृश्यते. आम्, तर्हि अत्र किं कोऽपि भ्रमः अस्ति, अत्र कन्फ्यूजन् एव अस्ति. प्रायः अष्टाध्याय्यां तु निति एव अस्ति, यथा अष्टाध्यायीसूत्रपाठे लिखितमस्ति, परन्तु महोदय वदति अत्र इदं प्रश्नं इद अयं प्रश्नः पूर्वे अपि आगच्छत्, परन्तु महोदय वदति यत् गीतपि आगन्तुं तत्र तस्यापि वस्तुतः प्रसक्तिः अस्ति, अतः प्रायः तत् एक्स्ट्रा क आगच्छति, परन्तु मया दृष्टमस्ति मम पठने अहं मया दृष्टमस्ति यत् कुतः अपि मया गित् इति प्रत्ययः अधुना पर्यन्तं न दृष्टमस्ति, केवलं कित् नित् एव दृष्टमस्ति मया। तर्हि प्रायः गित् बहु प्रचलितं नास्ति, बहु कामन् नास्ति, अतः कित् नित् एव अस्ति, अतः इति निति च इति अस्ति, परन्तु महोदय वदति यत् गित् अपि अस्ति तत्र। धन्यवादः महोदय। अत्र न अहं चिन्तयामि अत्र गित् इति इग् नास्ति वा, इक् एव अत्र वर्णद्वयम् अस्ति। आमां तत्र अष्टाध्यायी सूत्रपाठे केवलं क ञ इति एव अस्ति, ग गीत नास्ति, परन्तु महोदय वदति यत् गीत अपि अस्ति इति कारणेन सः लिखति, परन्तु अधुना पर्यन्तं मया मया अष्टाध्यायी पाणिनीया अष्टाध्यायी मया पठितमस्ति, तत्र कुत्रापि अधुना पर्यन्तं मया गीत् इति न दृष्टं, तर्हि प्रायः तस्य कामन् नास्ति इति अहं चिन्तयामि। धन्यवादः महोदय। अस्तु तर्हि अधुना वयं जानीमः यत् गुणप्रसक्तेः कृते सूत्राणि के सन्ति, सार्वधातुक आधातुकयोः, उगन्तलघुपदस्य च। तदनन्तरं गुणस्य बाधकस्य कृते के सूत्राणि सन्ति, कानि कानि सूत्राणि सन्ति, सार्वधातुकम् अपि निति च इति। अस्तु अग्रे वयं पठामः। मलार् अस्ति खलु, मलार् महोदय पठामि। आं पूर्णसूत्रार्थः पठतु महोदय। पूर्णसूत्रार्थः सार्वधातुकम् अपित् सार्वधातुकं यद्यपित् तद् इवत् भवति, सार्वधातुकं प्रथमान्तम् अपि प्रथमान्तं द्विपदमिदं सूत्रं गाङ्कुटादियो इत्यस्मात् इङ् यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपि इङ्। अग्रे पठामि वा। यः प्रत्ययः जित् चित् अथवा इञ् अस्ति अपि च तं प्रत्ययं निमित्तीकृत्य इकः स्थाने गुणः अथवा वृद्धिः भवति स्म, सः न भवति। इञ् च इक् च इञ् च तेषां इतरे इतरे वः इङ् इञ् अतः यस्य सः इञ्चित् अस्मिन् परे इति द्वन्तकर्त बहुभिः समासः द्वन्तवर्ग अत्र गर्भ बहुभिः समासः अत्र इक् स्थाने ककारः तर्हि च इत्यनेन तत्र सन्ति ति सप्त्यान्तं च अव्ययपदं द्विपदमिदं सूत्रम् इकः इको गुणवृद्धिः इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपो आर्तधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः, अनुवृत्तिः सहितसूत्रं निति च इकः गुणवृत्तिः न। आम् किं लिखितमस्ति? आम् अत्र पूर्णसूत्रं सार्वधातुकम् आसीत् यद्यपि अपि अस्ति चेत् तत् लिग् वर्णः लिग् इति भवति अपि प्रथमार्थं द्विपदं सूत्रमिदं काङ्कुटात् पठितुं शक्नुमः किमर्थं पठनं महोदय काङ्कुरादि तस्य महोदय अतः कार्यं नास्ति केवलम् अनुवृत्ति इति कृते लिखितमस्ति अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् यत्र अपित् अस्ति तत् इन् इव अस्ति न किल आम् यत् लिखितमस्ति यत् सार्वधातुकं सूत्र यदि सार्वधातुकम् अस्ति प्रत्ययः अपित् अपि अस्ति तत् नित्वत् अपित् अस्ति लिङ्गत्वं लिङ्गति च यः प्रत्ययः इत् इत् अथवा इत् अस्ति अपि च तं प्रत्ययः इतः स्थाने गुणः वा वृत्तिः न भवति किं लिखितमस्ति अत्र अपि च तं प्रत्ययं निमित्तीकृत्य इक् स्थाने गुणः अथवा वृद्धिः भवति स्म अथवा भवति स्म सः न भवति तर्हि प्रत्ययस्य कारणेन भवितुं शक्नोति गुण अथवा वृद्धि प्रसक्तिः अस्ति परन्तु वस्तुतः न भवति इति न भवति तेषाम् इतरे च ग्रन्थयः इतः यस्य सः इति तस्मिन् परे इतिः तत् ग्रन्थगर्भबाहुभिः सम तत् न जानामि तत् महोदय बहुव्रीहिसमासस्य एकप्रकारमस्ति अत्र निति च अस्ति खलु तत्र ग च क च ञ च एतेषां द्वन्द्वसमासः भवति न न इति यस्य सः नित् इति एव तस्मिन् परे निति सप्तमी विभक्ति अस्ति अग्रे अत्र युद्धस्थाने ककारः ककी च इत्यनेन सत्त्वसन्धि भवति चर्त्वसन्धि जानाति वा इति शब्द्यान्त कः महोदय चर्त्वसन्धि इत्युक्ते किं जानाति वा न जानामि महोदय अस्तु चर्त्वसन्धि किमस्ति यत् एक सन्धिप्रकारः अस्ति अधुना प्रायः जनाः न जानन्ति परन्तु यदा अग्रे वयं गच्छामः सन्धेः प्रकरणं भवति तर्हि चर्त्वसन्धि इत्युक्ते किं यत् कर्कषवर्णाः परम् आगच्छति चेत् मृदुव्यञ्जनानि स्वराः कर्कषवर्णानि भवति तर्हि तदेव अस्ति अग्रे यदि वर्गस्य प्रथम अथवा द्वितीयवर्णम् आगच्छति नाम क ख च छ टठ तथ पफ अस्ति चेत् अग्रे तस्मात् पूर्वं कोऽपि विशिष्टं वर्णम् अस्ति चेत् तस्यापि प्रथमवर्णः भवति तर्हि अत्र किम् अस्ति महोदय ग क इति अस्ति खलु गित् कित् नाम ग क ग क तस्य चर्त्वसन्धि भूत्वा गकारस्य स्थाने अपि ककारः आगच्छति अतः क क इति भवति वस्तुतः तत् प्रथमः ककारः गकारस्य प्रतीकः अस्ति सन्धि भूत्वा ग इति आगच्छति, क इति आगच्छति, अस्तु अग्रे महोदय किम् अस्ति? इको गुणवृद्धि तस्य अनुवृत्ति इत्यस्य पूर्णतया अनुवृत्तिः न दासीलोक आर्तदातुके इत्यस्मात् न इत्यस्य अनुवृद्धिः अनुवृत्तिः सहितसूत्रम् इति च इकः गुणवृद्धि न अग्रे पठामि महोदय न महोदय धन्यवादः तर्हि अतः इकः किं महोदय अत्र इको गुणवृद्धौ इति पूर्णतया अनुवृद्धिः न धातुलोपो आर्तधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अतः गुणवृद्धिः न भवति यतः इक्ति अस्ति इतः वृद्धः न भवति लिखति लेखति न भवति लिखति एव भवति आम् लिखति एव भवति यतोहि तत्र अपित् अस्ति अपित् नित्वत् अस्ति अतः गुणकार्यं न भवति लेखति न लिखति न भवति इति वार्ता तर्हि एकमस्ति अद्य धन्यवादः महोदय श्रीराममहोदयेन अत्र अद्य एकः प्रश्नः तस्य एकः प्रश्नः आसीत् अत्र कि अष्टाध्यायीसूत्रपाठे निति अस्ति परन्तु अत्र डबल् क आगच्छति खलु तत्र किमस्ति तत्र मया यत् उक्तं तत् सत्यं नास्ति मम भ्रमः अभवत् अमितमहोदय अत्र अस्ति सः अद्य केवलं शृणोमि तेन मम प्रति तस्य समाधानं प्रेषितं तत् अहं वदामि तदेव तदेव समीचीनम् अस्ति इति अहं चिन्तयामि तत्र वस्तुतः किमस्ति महोदय गकारः ककारः ण्यकारः इति अस्ति खलु त्रीणि एव सन्ति तत्र प्रथमं तु गकारः ककारः तयोः सन्धिः भूत्वा गकारस्य स्थाने ककारः आगच्छति चर्त्वसन्धिः अस्ति खरीच इति सूत्रेण चर्त्वसन्धिः भवति इति तु भवान् महोदय पुनः वदतु सन्धोः नाम सन्धेः नाम अस्ति महोदय चर्त्वसन्धिः अस्ति तत् किं भवति यत् गकारः यतोहि अत्र गकारः अस्ति खलु तदनन्तरं वर्गस्य प्रथम अथवा द्वितीयवर्णः आगच्छति यदि तर्हि तस्य प्रथम यत् अस्ति वर्णः तस्य स्थाने वर्गस्य प्रथमः वर्णः भवति तर्हि गकारः अस्ति खलु गकारः योगः ककारः ककारः कवर्गस्य प्रथमवर्णः अतः गकारस्य स्थाने अपि ककारः भवति इति अतः गकारः प्लस् ककारः प्लस् नकारः इति भवति ककारः ककारः नकारः अतः महोदयेन यत् लिखितमस्ति तद् अस्ति निति च इति एकमस्ति परन्तु सन्धिमध्ये एकम् अस्ति नियमः अस्ति तस्य सूत्रमस्ति सूत्रमहं न वदामि अधुना यतोहि जनाः प्रायः न जानन्ति अग्रे वयं निश्चयेन पठिष्यामः यदा हल् सन्धिः करिष्यामः परन्तु एकं सूत्रमस्ति मया एव विस्मृतं परन्तु अमितमहोदयेन अमितमहोदयेन श्रुतवान् मम यत् यदि त्रयः वर्णाः आगच्छन्ति ये एकस्मिन् वर्गे एव भवन्ति तर्हि विकल्पेन मध्यवर्णस्य लोपः भवति विकल्पेन यत् तर्हि अत्र किं भवति निति च अस्ति खलु अत्र त्रयः वर्णाः सन्ति ककारः ककारः ण्यकारः ते त्रयः वर्णाः कवर्गे आगच्छन्ति खलु अत्र त्रयः वर्णाः कवर्गे आगच्छन्ति, अतः विकल्पेन मध्यककारस्य लोपः भवितुं शक्नोति, अतः लोपानन्तरं केवलं निति इति अवशिष्यते, प्रथमककारः ण्यकारः, अतः अष्टाध्यायीसूत्रपाठे तावत् लिखितमस्ति। अतः उभौ समीचीनौ स्तः, निति च यत्र क क ण्य अपि आगच्छति अथवा क ण्य अपि आगच्छति, उभौ समीचीनौ स्तः, कोऽपि दोषः नास्ति कुत्रापि। परन्तु गकारः अपि अवगतम् गकारः अपि अस्ति, गकारः अपि अस्ति, सूत्रपाठे गकारः नास्ति। क्ति मीन्स् क ग अङ्ग यद्यपि सूत्रपाठे निति एव लिखितमस्ति, परन्तु वस्तुतः गकारः ककारः ण्यकारः अस्ति चेत् गुणवृद्धिं मा करोतु इति अस्ति। कथं अवगन्तव्यं गकारः अस्ति अत्र आसीत् इति? तदहमपि न जानामि, तत् प्रायः अभ्यासेन एव ज्ञातुं शक्नुमः, गकारः अपि अस्ति अत्र महोदयेन साक्षात् लिखितमस्ति अतः जानामि, परन्तु अभ्यासेन ज्ञातुं शक्नुमः यत् गकारः अपि अस्ति। तर्हि मया यत् उक्तं पूर्वं यत् कामन् नास्ति इति, प्रायः तत् मा स्वीकरोतु, इदम् एव उचितमस्ति यत् गकारः ककारः ण्यकारः त्रयः सन्ति, परन्तु सन्धेः नियमानुसारं विकल्पेन तत्र ककारः न दृश्यते इति, परन्तु अस्ति। धन्यवादः महोदय। अमित् महोदय अपि भवान् केवलं शृणोति, परन्तु भवतः अपि बहु बहु धन्यवादः। अस्तु अग्रे, धन्यवादः, बहु स्पष्टमस्ति। आमां, मम अपि स्पष्टमस्ति, अहमपि न जानामि, अहं सूत्रं अहं नियमः जानामि, परन्तु अहं विस्मरामि यत् तत् कारणम् अस्ति अत्र। महोदय, अस्मिन् ङिति च इकः गुणवृद्धिः न इति सूत्रे न धातुलोप आर्धधातुके अनुवृत्ति न एव अत्र अनुवृत्ति। आम्, ओके, यतोहि न कुतः आगच्छति खलु, निति च इति सूत्रे न नास्ति, इको गुणवृद्धि सूत्रे। एकवारं किं करोमि कुर्मः, यस्य समीपे अष्टाध्यायीसूत्रपाठः अस्ति तत् कृपया उद्घाटयन्तु, पेज् नम्बर् 37 पुस्तकं नास्ति, समीपे पुस्तकम् अस्ति, तदेकवारम् उद्घाटयन्तु, अत्र पेज् 37 अस्ति, अष्टाध्यायां प्रथमाध्यायस्य प्रथमपादे एव सूत्रम् आगच्छति, अत्र आरम्भे एव आगच्छति। तर्हि प्रथमाध्यायस्य प्रथमपादस्य प्रथमसूत्रमस्ति वृद्धिरादेच, नाम वृद्धिः किम् अस्ति इति वदति, वृद्धेः कृते संज्ञासूत्रं। तदनन्तरम् अस्ति अदेङ्गुणः, अदेङ्गुणः अस्ति किम्? संज्ञासूत्रम्। तदनन्तरं तृतीयसूत्रम् अस्ति इको गुणवृद्धि परिभाषासूत्रं, यत् कुत्रापि यदि स्थानी नोक्तमस्ति गुण अथवा वृद्धिः कृते, तत् गुण अथवा वृद्धि इकः स्थाने करोतु इति परिभाषासूत्रम्। तदनन्तरं चतुर्थसूत्रमस्ति न धातुलोप आर्धधातुके। तदनन्तरं पञ्चमसूत्रमस्ति निति च। तर्हि निति च इति अनुवृत्तिसहितं सूत्रं यदि पश्यामः, तर्हि न कुतः आगच्छति, एकमेव सूत्रमस्ति तस्मात् पूर्वं यत्र न अस्ति, तदस्ति चतुर्थः सूत्र न धातुलोप आर्धधातुके, अतः तस्मात् सूत्रात् न आगच्छति इति। न धातुलोप आर्धधातुके इति सूत्रं न विवरणं न कृतम्, विवरणं न अस्ति अत्र, परन्तु अधुना अस्माभिः कृते केवलं नकारस्य अनुवृत्तिः अस्ति, अनुवृत्तिः एव कार्यमस्ति। अस्तु, धन्यवादः, बहु समीचीना चर्चा जाता, सन्तोषजनकं चर्चा जाता इति। अस्तु अग्रे स्पष्टमपि महोदय स्पष्टमपि महोदय धन्यवादः धन्यवादः अग्रे अस्ति सुमित्रा महोदय अस्ति खलु आं महोदय अस्मि पठतु अग्रे महोदय एकनिमिषम् पाणिनीयसूत्राणि षड्विधा संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणं सूत्रलक्षणं कानि इति तत्र ज्ञातुं शक्नुमः संज्ञा परिभाषा विधिनियमः सूत्रम् आतिदेशसूत्रम् अधिकारसूत्रम् इति षड्विधं सूत्रलक्षणं सन्ति अस्माभिः पूर्वं दृष्टमस्ति आम् पूर्वमेव अग्रे इति च निषेधकं सूत्रं नाम अनेन कार्यं निषिध्यते निषेधकं सूत्रं विधिसूत्रेषु अन्तर्भवति इति च इति निषेधकसूत्रम् इति वयं दृष्टवन्तः निषेधकसूत्रम् इत्युक्ते तत् विधिसूत्रे विधिसूत्रेषु अन्तर्भूतसूत्रम् इति स्वीकरणीयम् इत्युक्ते तत् निषेधं करोति अनेन कार्यं यत् कार्यं विधि वदति तत् तत् सूत्रस्य निषेधं करोति एतत् सूत्रम् आम् किमस्ति विधिसूत्रमस्ति यत् किमपि कार्यं करोतु करोतु इति निषेधसूत्रमस्ति यत् किमपि कार्यं न करोतु परन्तु तदपि विधि एव अस्ति खलु आम् नेगेटिव् विधि परन्तु तदपि रूल् अस्ति विधिसूत्रम् एव अस्ति सार्वधातुकम् अपि कीदृशं सूत्रं कीदृशसूत्रमस्ति महोदय किं चिन्तयति एतदपि बाधकं कार्यम् एव करोति खलु सार्वधातुकम् अपि किं वदति विधिसूत्रम् एकनिमिष सुमित्रा महोदय संज्ञासूत्रं किम् किल एकनिमिष सुमित्रा महोदय एव वदति आम् किं चिन्तयति सार्वधातुकम् अपि तस्य अर्थः इत्युक्ते यत् प्रत्ययः अपि सः ङित् इति ङित् इति स्वीकरणीयम् इति एव अर्थः सार्वधातुकम् अपि इत्युक्ते तर्हि सूत्रस्य प्रकारं किम् सार्वधातुकम् इति निषेधकसूत्रं वा इत्युक्ते अत्र कुत्रापि निषेधकं नास्ति खलु मा करोतु मा भवेत् इति लिखितं नास्ति सूत्रं किं वदति यत् सार्वधातुकप्रत्ययः अस्ति यत् अपित् अस्ति तत् अपित् अस्ति परन्तु तत् नित्वत् भवेत् इति तर्हि यदि एकसूत्रमस्ति यदि किमपि अस्ति तस्य मूलस्वभावः किमपि अस्ति परन्तु तस्य नूतनस्वभावः करोतु इति यदि तत् सूत्रं कीदृशं सूत्रमस्ति विधि एव न महोदय अद्य एव अस्माभिः दृष्टं खलु यत्र किम् अस्ति संज्ञा किमर्थं नास्ति संज्ञासूत्रम् इत्युक्ते किं किमपि नूतन नूतन किमपि विषयस्य तत्र चर्चा भवति डेफिनिशन् भवति अत्र तु किमपि नूतनं तत्र डेफिनिशन् नास्ति विधि अपि नास्ति यत् किमपि करोतु अथवा किमपि मा करोतु इति अपि नास्ति केवलमस्ति यत् अपित् अस्ति अतः णित्वत् भवेत् किमपि तस्य मूलस्वभावः णित्वत् नास्ति परन्तु णित्वत् भवेत् अतः आतिदेशसूत्रम् अस्तु अस्तु तर्हि निति च विधिसूत्रमस्ति सार्वधातुकम् अपि आतिदेशसूत्रमस्ति आतिदेश सार्वधातुक अर्धातुकयोः महोदय कीदृशसूत्रमस्ति सुमित्रा महोदय क्षम्यता महोदय किं सार्वधातुक अर्धातुकयोः जानाति खलु आम् तत् कीदृशं सूत्रमस्ति सार्वधातुक अर्धधातुकयोः संज्ञा कस्य संज्ञा भवति अत्र? विस्मृतवती, परन्तु जानामि प्रति इदानीं न. संज्ञा नास्ति विधिसूत्रमस्ति खलु, यत् सार्वधातुकं प्रत्ययः परे अस्ति चेत् इगन्त अङ्गस्य गुणः करोतु. तर्हि पुगन्तलघुपदस्य च कीदृशसूत्रमस्ति? विधिसूत्रमेव महोदय, तदपि महोदय विधिसूत्रमस्ति खलु. किम् अस्ति यत् उपधायां लघु अस्ति चेत् अथवा पुक् अस्ति चेत् गुणः करोतु, अतः तदपि विधिः अस्ति. विधि तर्हि मम वदतु महोदय, इको गुणवृद्धि कीदृशसूत्रमस्ति? परिभाषा परिभाषा किमर्थमस्ति? कारणमपि वदतु. विधि इको गुणवृत्ति अनुवृत्ति इको गुणवृत्ति परिभाषा. एकनिमिषं सुमित्रा महोदय किं वदति? दीर्घविवरणं करोति तत्र. एकनिमिषं महोदय, परिभाषासूत्रमेव महोदय एको गुणवृद्धिः. कथं मीना महोदय, कथम् अस्ति परिभाषा? किमर्थं वा परिभाषा इको गुणवृद्धि इति सूत्रं दीर्घविवरणं करोति कुत्र गुणवृद्धि गुणवृद्धि भवति इति. आगत्य सहायं करोति यत् गुणः कुत्र भवेत्, वृद्धिः कुत्र भवेत् इति. तर्हि किमस्ति मोर् डीटेल्ड् डिस्क्रिप्शन् आफ् प्रीवियस् सूत्रं? मोर् डीटेल्ड् न, परन्तु हेल्प् करोति. सहायं करोति, सहायं करोति, साहाय्यं करोति. तर्हि महोदय एक अन्तिमः प्रश्नः अस्ति यत् तिंशित् सार्वधातुकं तस्य प्रकारः किं? संज्ञा. अत्र संज्ञासूत्रमस्ति सार्वधातुकम् इति तस्य वर्णनम् अस्ति अत्र. सार्वधातुकम् इत्युक्ते किम् इति. तर्हि अस्माभिः गुण अभ्यासः इति वर्गे अस्माभिः संज्ञासूत्रं दृष्टं तिंशि सार्वधातुकम्, अस्माभिः विधिसूत्राणि दृष्टानि, अस्माभिः परिभाषासूत्राणि दृष्टानि, अस्माभिः अतिदेशसूत्र दृष्टानि, बहु किमपि अस्माभिः दृष्टम्. इन् जस्ट् वन् टापिक् वी हेव् सीन् फोर् डिफ्रेण्ट् कैण्ड्स् आफ् सूत्र. अस्तु, धन्यवादः महोदय. तर्हि इदानीं गुण अभ्यासः समाप्तम्. अधुना वयं गुण चर्चा समाप्ता. अधुना वयम् अभ्यासः कुर्मः. अग्रे त्री अग्रे अस्ति खलु, नूतनकरपत्रमस्ति थ्री न थ्री न सोरि थ्री ए गुणकार्यस्य अभ्यासः. अस्तु, तर्हि सुमित्रा महोदय भवानेव पठतु आरम्भे. आम् महोदय, गुणकार्यस्य अभ्यासः इति करपत्रं खलु. सार्वधातुकम् अपित् इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु. होम्वर्क् अस्ति भो. अस्तु अस्तु. सार्वधातुकम् अपित् सार्वधातुकं यदपित् तद् ङिद्वत् भवति. सार्वधातुकं प्रथमान्तम् अपित् प्रथमान्तं द्विपदमिदं सूत्रं. गाङ्कुटादिभ्यो ङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः सहितसूत्रं सार्वधातुकम् अपित् ङित् इति अपि अस्माभिः पठितं. ङित्वत् भवति इति सार्वधातुकं यत् अप्यत् अस्ति तत् ङित्वत् भवति. ङिति च इति सूत्रस्य व्याख्यां पठित्वा अवगत्य तस्य अर्थम् अन्यं कमपि जनं पाठयतु. पठितमस्ति महोदय, तर्हि अग्रे एव तृतीय करोतु। अस्तु महोदय, एतान् धातून् आधारीकृत्य लट् लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं निर्मातु। धातुः कस्मिन् गणे अस्ति इति निश्चेतव्यं, विकरणप्रत्ययः कः इति ज्ञातव्यं, निर्माणक्रमस्य प्रत्येकस्मिन् सोपाने सूत्रं किं, सूत्राणि कानि इति वक्तव्यम्। प्रथमम् अस्ति शुच्, करोतु। कस्मिन् कस्य गणातमस्ति? शुच् इति अधुना वयं जानाति खलु, अधुना भवान् भवती जानाति भवादिगणे अस्ति, अतः अग्रे करोतु। किमस्ति कार्यं, किमस्ति इत्युक्ते शप् प्रत्ययः योजनीयं, शुच् योगः शप् योगः ति इति शकारपकारयोः लोपः भवति, अतः अ एव अवशिष्यते, लशक्व तद्धिते अतः हलन्त्यमित्यनेन गच्छति। षच् योगः अ योगः ति गुणकार्यं भवति, अतः शोच्यति इति वा न महोदय, एकवारं सूत्रसहितं वदतु, सूत्रमपि वदतु, केन सूत्रेण गुणकार्यं भवति? क्षम्यतां महोदय, अहं सम्यक् न जानामि, एकवारं रघुपति महोदय भवान् एव करोतु, सम्पूर्णं रीत्या वदतु किं किं सूत्रम् आगच्छति, किं किं कार्यं शुच् भवादिगणे अस्ति, अत्र उदुपदा उपदाया उकार अस्ति, इक् वर्णः, शुच् योग तिप् कर्तरि कर्तरि लट्, अत्र विकरणप्रत्यय अस्ति शप्, इत्संज्ञकं भूत्वा शप् शकार पकारयोः इत्संज्ञकः भवति, पकार तिप् अत्र हलन्त्यम् इति सूत्रेण पकारस्यापि लोपः भवति, शुच् योग अयोग ति इति अवशिष्यते, पुगन्तलघुपदस्य च इति सूत्राधारेण तिङ् अत्र षित् अस्ति, अतः तिङ्क्षित् सार्वधातुकयोः गुणः भवति, पुगन्तलघुपदस्य च सूत्रेण उपदायाः इक् वर्णः अपि लघु लघु इक् वर्ण गुणः भवति, अथवा अतः शच् शुच् गुणं भूत्वा शोच् अति शोचति अन्तिमरूपं सिद्ध्यति। आम्, उत्तमं महोदय, तर्हि अन्तिमरूपम् अस्ति शोचति, उगन्तलघुपदस्य च इति सूत्रेण उकारस्य स्थाने ओकारः भवति, उपधायां ह्रस्व उकारः अस्ति इति, खलु? हा, तर्हि अग्रे स्पृश् स्पृश् न न धन्यवादः महोदय, अहं केवलं चिन्तयामि स्पृश् कस्य गुण कस्य वर्गे आगच्छति, तुदादिगणे तुदादिगणे तुदादिगणे महोदय पृच्छति। अस्तु अस्तु, धन्यवादः महोदय, तर्हि अग्रे कोऽपि अस्ति वा येन न पठितम् अधुना पर्यन्तम्? अहं महोदय। सुमन् महोदय वा? भवती एव करोतु स्पृश्। अस्तु, स्पृश् योगः शप् योगः ति भवति, भवादिगणे इति उक्त चिन्तितवती अहं कन्फर्म् करोमि परन्तु स्पृशति इति रूपम् अस्ति इति अतः अहं वदामि कन्फर्म् महोदय अहं दृष्टवान् पुस्तके सुधादिगणे वा हा महोदय सुधादिगणे एव ओ देन् देन् स्पृश् योगः श योगः ति भवति देन् षित् अस्ति अतः अ एव अवशिष्यते स्पृश् योगः अ योगः ति भवति किन्तु क्षम्यताम् एकनिमिषं वदामि सार्वधातुक सार्वधातुकम् अपित् सूत्रेण मम प्रश्नः अस्ति षित् षित् अस्ति केन सूत्रेण षकारः इत् अस्ति केन सूत्रेण ओ विस्मृतवती महोदय किन्तु जानामि सूत्रस्य नाम न स्मरामि लशक्वतद्धिते अस्तु अस्तु क्षम्यताम् प्रत्यय षित् अस्ति जानामि किन्तु सूत्रस्य नाम विस्मृतवती सार्वधातुकम् अपित् सूत्रेण गुणः न भवति अतः स्पृश् योगः अयोगः ति स्पृशति भवति एकः अस्ति महोदय सार्वधातुकम् अपित् केवलम् इति सूत्रेण न भवति इति तु वयं न कथयितुं शक्नुमः सार्वधातुकम् अपित् इति केवलं वदति यत् अत्र पकारः इति नास्ति अतः परन्तु वस्तुतः निति च इति सूत्रं वदति यत् गुणकार्यं न करोति अस्तु तदन् सार्वधातुकम् अपित् सूत्रेण वयं जानीमः अपित् अस्ति चेत् नित् वत् इति निति च सूत्रेण गुणः वृद्धिः न करणीयम् अतः स्पृश् योगः ति अयोगः ति स्पृशति भवति उत्तमं महोदय स्पृशति इति भवति मम प्रश्नः अस्ति महोदय यदि अत्र गुणकार्यं न भवति स्पृशति एव तिष्ठति परन्तु यदि गुणकार्यं भवेत् इफ् गुणकार्यं भवेत् तर्हि रूपं किम् स्पर्शति तर्हि रूपं स्पर्शति भवति परन्तु अत्र स्पर्शति न भवति स्पृशति एव भवति यतोहि अत्र तुदादिगणे अस्ति न तु महोदय संशयमस्ति कथं वयं ज्ञातव्यं तुदादिगणे उत भुवादिगणे कथं वयं ज्ञातव्यं तत्तु महोदय धातु अभ्यासेन एव ज्ञातुं शक्नुमः यत् धातु कस्मिन् गणे आगच्छति धातुपाठः रूप एव दृष्ट्वा वयं ज्ञातुं शक्नुमः ज्ञातुं शक्नुमः महोदय परन्तु तत्तु रिवर्स् डैरेक्षन् अस्ति खलु यदि रूपं न जानाति तर्हि कथं कथं ज्ञातव्यं भुवादिगणे तुदादिगणे धातुपाठः कण्ठस्थं नास्ति केवलं महोदय भवती समीपे शब्दकोशः अस्ति वा धातुपाठपुस्तक अस्ति धातुपाठपुस्तक अस्ति चेत् तु उत्तमं परन्तु आन्लैन् गच्छतु तत्र स्पोकन् संस्कृत डिक्शनरी अपि अस्ति डिक्शनरी अस्ति डिक्शनरी मध्ये बहुधा लिखितमस्ति यत् भ्वादिगणे अस्ति, तुदादिगणे अस्ति, गणः किम् गणः कः लिखितमस्ति? स्पोकन् मध्ये स्पोकन् मध्ये अस्ति महोदय. अत्र यदि अस्ति वा, यदि स्पृशति एकवारं, ये ये कम्प्यूटर् प्रति सन्ति ते स्पोकन् संस्कृत् डाट् आर्ग् अस्ति एकं, तत्र शब्दकोशः अस्ति, डिक्शनरी अस्ति. महोदय आप्ते कोशे अस्ति, किन्तु स्पोकन् संस्कृत् सदा न ददाति. इदानीं स्पृश् पश्यामि, किन्तु तत्र गणः न नास्ति, अर्थम् अस्ति अस्ति अत्र अस्ति. ग्रामर् इति एकः कालम् अस्ति, अत्र वर्ब् सिक्स् इति गणं सूचयति. तत्र सिक्स् किम् अस्ति? सिक्स् इत्युक्ते तुदादिगण. स्पोकन् स्पोकन् संस्कृत गण न ददाति. It doesn't always sada na dadati, but aapte koshe pashyatu tatra aapte spoken sanskrit dot org gana na bhavati sarvada na asti parantu atra sprishati sarvada na tahi yat samichina yat asti yat uttama shabdakosha asti तत् सर्वदा लिखितम् अस्ति तत्र, यत् गणः कः अस्ति, यत् आप्ते गणकोश आप्ते शब्दकोशे लिखितम् अस्ति. अत्र अस्ति सेकेण्ड् स्पृशति तद् वर्ब् सिक्स् अत्र अस्ति. अस्तु, अष्टाध्यायी डाट् काम् सैट् मध्ये धातुपाठ सेक्षन् अपि अस्ति. अस्तु महोदय, अष्टाध्यायी डाट् काम् अपि अस्ति. अस्तु, अष्टाध्यायी डाट् काम् मध्ये धातुपाठ सेक्षन् अपि अस्ति, तत्र वयं ज्ञातुं शक्नुमः यत् गणः कः. अस्तु, धन्यवादः महोदय पुनः एकवारं. तर्हि अग्रे अग्रे किमस्ति, अग्रे कः अस्ति, कोऽपि अस्ति वा येन न पठितं? प्रायः नास्ति. अस्तु, तर्हि को अस्ति? लीना महोदय अस्ति खलु? अस्मि. अग्रे करोतु. जी जी जी भ्वादिगणस्य रूपमस्ति. जी शप् ति शप् श इति लोपः लशक्व तद्धिते इति शप् प प्रत्यय प इति वर्णस्य लोपः हलन्त्यम् इति सूत्रेण तत्पश्चात् लोपः एका सूत्रः अस्ति, तस्य तेन सूत्रेण लोपः भवति. लशक तद्धिते सूत्रं किमस्ति? लशक तद्धिते तथा च तस्य लोपः आमां तस्य लोपः इति सूत्रम् अस्ति, तेन सूत्रेण लोपः भवति. तत्पश्चात् अ इति अवशिष्यते. तत्पश्चात् सार्वधातुकार्धधातुकयोः इति सूत्रेण किञ्चित् सार्वधातुकम् इति सूत्रेण तस्य सार्वधातुकसंज्ञा भवति. तत्पश्चात् किञ्चित् सार्वधातुकं सार्वधातुकै गुण भवति तेन सूत्रेण एव न किञ्चित् सार्वधातुक इति सूत्रेण गुण भवति सार्वधातुकं भवति इति सूत्रेण गुणः भवति. तथा अतः जी जी अ ति इति जी पदस्य जी इत्यस्य इकस्य नाम इकः नाम इ इत्यस्य ए भवति. जी इ इत्यस्य ए भवति. तत्पश्चात् एचो यवायाव इति सूत्रेण जय अय भवति, ए इत्यस्य पदस्य अय भवति, अतः जयति इति रूपम् आगच्छति। उत्तमं, तर्हि जी धातु अस्ति तस्य रूपं भवति जयति इति, यतोहि इकारस्य स्थाने एकारः भवति गुण भूत्वा, तदनन्तरम् एचोयवायाव इति सूत्रेण एकारस्य स्थाने अय भवति जयति। अस्तु, धन्यवादः महोदय। तर्हि समयः समाप्तः, किञ्चित् अभ्यासः एव अवशिष्यते, तत् अग्रिम रविवासरे कुर्यामः। भवतु सर्वे एकवारं गृहकार्यरीत्या अभ्यासं कर्तुं प्रयत्नं कुर्वन्तु, क्षेप व्रेत् कुच् ह्रि क्रीर् गुज् श्रु कृष् मिल् स्मृ इति कृते। तर्हि अधुना विरमामः, अद्य धन्यवादः महोदय, शुभरात्रिः सर्वे। धन्यवादः महोदय, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः महोदय।